ततोपि आदिकोलाभाय एकवारं प्रत्यक्षदर्शने एवम् अस्तु ममापि मनीषा अस्ति कदाचित् द्रष्टव्यमिति आगच्छ अग्रिमे वर्षे तु न सम्भवति यतोहि अहं प्रत्यागमिष्यामि अमेरिकां तावता किन्तु तदनन्तरं 2018 कदा गमिष्यति जनवरी 16 अत्र प्रत्यागमिष्यामि किञ्चित् वेगं करोतु कठिनं विरामदिनानि बहु समाप्तानि आक्षिपन्ति कार्यालयजनाः अतः अग्रिमे वर्षे तदग्रिमे वर्षे दक्षिणायने यज्ञाः न भवन्ति यज्ञानां कालः उत्तरायणम् उत्तरायणं तु मकरसङ्क्रमणोत्तरं तस्मादेव अस्माभिरपि ततः परं यज्ञस्य आयोजनं वर्तते साधु उत्तरायणपर्वकाले केवलं वाजपेयस्य विषये अस्ति शरदिवाजपेयेन यजेत् दक्षिणायनत्वे अपि वाजपेययागार्थं सः योग्यः कालः किञ्चित् अन्येषां सर्वेषामपि उत्तरायण एव भवति क्वचित् कर्तुं शक्यते किन्तु तत्र प्रासङ्गिकप्रश्नः एकः वर्तते उत्तरायणं नाम मकरसङ्क्रमणं न उत्तरायणम् आं तदवगतं षण्मासः उत्तरायणं तत्र चान्द्रमसं ज्योतिः योगि तत्र योगे प्राप्य वर्तते वदतु किं तत्र प्रश्नः अस्ति सूर्यः उत्तरं दिशं प्रति उत्तरां दिशं प्रति गन्तुं प्रारभते प्रायेण 24 दिने डिसेम्बर् मासे खलु तथापि 25 दिनं किमर्थं दक्षिणायनम् इति परिगणयन्ति जनाः एकं पत्रं लेखनी स्वीकरोतु अस्तु अहं केवलं मम अभिप्रायं वदामि अस्तु प्रत्यक्षं किमिति अहं न जाने एवं प्रश्नाः मम मनसि अपि आसन् पूर्वम् इदानीं न सन्ति तस्मात् शास्त्रं प्रमाणन्ते कार्यकारे व्यवस्थितं शास्त्रं वदति इति प्रमाणम् ओ शास्त्रं वदति इति प्रमाणम् अस्तु तदवगच्छामि तद् ज्ञातमेव शास्त्रं मम हिताय वदति इति मम विश्वासः मम अहितं न चिन्तयति शास्त्रं वेदः वा पुराणानि वा शास्त्रमित्यस्य तात्पर्यमेव वेदः शास्त्रं मम हितं चिन्तयति न तु अहितम् अहं न सर्वज्ञः अनेके दोषाः मद्बुद्धौ सन्ति भ्रमप्रमादादि तस्मात् किमर्थं वृथाश्रमः कर्तव्यः यथा बालकः श्रमं न करोति माता यच्छति चेत् खादति यतोहि सः जानाति सः मम हितं चिन्तयति सा मम अहितं न चिन्तयति खलु किन्तु भवतु नाम आं तद् भवतु माता वदति तत् कर्तव्यं तावदेव गृह्णातु आं किन्तु एवम् अस्ति अस्य उत्तरायणदिनाङ्कस्य निर्देशः यः उक्तः सः प्राचीनकालस्य साधु भवति न इदानीन्तनकालस्य इति ज्योतिषज्ञाः वदन्ति केचन येषु साम्प्रदायिकाः अपि भवन्ति जानामि अतः सन्देहो जातः अस्माभिः उत्तरायणे कर्तव्यमिति अस्ति सत्यं यदा वयं कुर्मः तदा उत्तरायणम् अवश्यं भवति पर्याप्तं भवतः कर्मणः कृते पर्याप्तं परन्तु न दोषाय यदि पूर्वमपि अकरिष्यत् इदं मण्डलं यं पूर्व दक्षिण प्रदीचि उदिचि अस्तु इदानीं सूर्यः दक्षिणायने अस्ति आम् अनन्तरम् उत्तरायणे आगमिष्यति दक्षिणायने अस्ति इत्यस्य तात्पर्यं किं प्रतिनित्यं सूर्यस्य उदयः इतः कुत्रचित् भवति. आम् सत्यम्. तत्र आदौ एवम् आम् इतः दक्षिणं बाढुं गच्छति. सत्यम्. अनन्तरम् उत्तरं प्रक्रमते. समीचीनम्. तत्र उत्तरप्रक्रमणं भवतु नाम यथा भवान् वदति डिसेम्बर् मासे. साधु. किञ्च तथापि प्रक्रमणानन्तरम् इतः प्रक्रमणम् आरब्धम्. समीचीनम्. इयं प्राची. आम्. सः एतावत् आगतः. आम्. तथापि सः दक्षिणे एव भवति, न तु उत्तरे. जनवरि मासेपि सम्पूर्णं दक्षिणतः एव भवति खलु, न उत्तरे. सत्यं. आम् सत्यं. सा तस्मात् तत्र यावत् अधिकं चिन्तनीयं. साधु. तत् केन दृष्टं? किं केन दृष्टमिति? लगधः किं वदति? घर्मवृद्धिरपां प्रस्थः क्षपाः ह्रास उदग्गतौ दक्षिणेतौ विपर्यस्तौ षण्मुहूर्त्ययने. घर्मवृद्धिः अपां प्रस्थः क्षपाः ह्रासः रात्रेः ह्रासः. आमां रात्रेः ह्रासः. आम दिवसस्य वृद्धिः. समीचीनम्. दिवसस्य वृद्धिः शनैः शनैः आरब्धा भवति. मकरसङ्क्रान्तिपर्यन्तं दिवसस्य क्षयो जायमानो भवति. तन्न इति अस्माकं साक्षात् दर्शनं भवति. डिसेम्बर् मासस्य अन्ते एव वृद्धिर्जायते, वृद्धिर्प्रारभते, प्रारभते शनैः शनैः. तत्तु मया पूर्वमेव कथितं, भवतु नाम अस्माकं तु वृद्धिः अस्ति खलु. यदा वयं चिन्तयामः तदा तु अस्ति एव खलु. बाढं अस्तु. श्रोतानां श्रोतकर्मणां विषये प्रश्नः. यथा गृह्यकर्मसु भवन्ति नित्यकर्माणि आह्निकानि, यथा औपासनं स्थालिपाकः इत्यादीनि, तेषां प्रतिवादीनि भवन्ति कानिचन श्रौतकर्माणि इति श्रूयते मया. तेषां लघुपरिचयम् इच्छामि. कानि तानि, कदा क्रियन्ते, किं भवति तत्र इति. श्रौतकर्माणि तथा नाम किं वदामः? नित्यकर्माणि नैमित्तिकानि काम्यानि इति यादृशी व्यवस्था अन्यत्र अस्ति, श्रोते तादृशी व्यवस्था नास्ति. एवम् अस्तु. आवश्यकमपि नास्ति. सामान्यतया युगधर्मानुसारेण वा पुराकाले अपि वा प्रतिनियतकर्मत्वेन श्रौतं कर्म नास्ति. यथा गृह्यकर्म प्रतिनियतं. प्रतिनियतं नाम प्रत्येकस्य नियतम्. आहा अस्तु. अवश्यं कर्तव्यं प्रत्येकेन इति. तथा तु श्रौतं कर्म नास्ति. एवम् अस्तु. एवं चिन्तयतु, यदि चत्वारः सहोदरः आम् तत्र स्मार्तं कर्म तु चतुर्णामपि भवत्येव, न श्रौतकर्म पृथक् भवति भवति. किञ्च श्रौतं कर्म तथा नास्ति. पुराकालादारभ्य एवमेव स्थितिः अस्ति. एकस्मिन् गृहे एकस्य श्रौतं कर्म. अवगतम्. तेन सर्वोऽपि ग्रहः संस्कृतो भवति. एवम् अस्तु. अत्र विधिः स्पष्टः अस्ति वा? यत् मया श्रुतं केशाः यावत् फलिताः न भवन्ति तावत् त्रेताग्निः भवेत् जनः इति विधिः मया श्रुतं, तथा अस्ति वा? तत्र अग्निहोत्र चंद्रिका नाम श्रुतं वा न वा श्रुतं नाम श्रुतं परन्तु तद्विषये न किमपि जानामि अग्निहोत्र चंद्रिका इति पुस्तकस्य न तद् पुस्तकम् एकवारं पठतु तद् संस्कृत ई बुक्स् मध्ये लभते आनन्दाश्रमग्रन्थः अस्तु अनन्तरम् आधानपद्धतिः इति तयोः अहं मन्ये प्रायः भवतः प्रश्नोत्तरं भवति साधु जातपुत्रः कृष्णकेशः अग्निनादधीत इति सामान्यतया वचनं श्रूयते तत्र जातपुत्रत्वं वाक्ये नास्ति तत् अनन्तरम् आरोपितम् इति केचन वदन्ति कृष्णकेशत्वम् अस्ति इति वदन्ति कृष्णकेशत्वमपि तत् न तु नित्यधर्मत्वेन अपि तु योग्यतासूचकत्वेन एवम् अस्तु नाम अवगतम् अवगतं यः अग्निहोत्रं करोति चेत् श्रेयसे करिष्यमाणः सः बलवान् भवेत् बलिष्ठो भवेत् कृष्णकेशः बलवान् भवति श्वेतकेशः बलवान् न भवति इति कारणे अत्र विंशतिवर्षाणि वा अग्निहोत्रं यावज्जीवम् अग्निहोत्रं जुहुयात् इति वचनमस्ति तस्य एवं व्यवस्थापि दृश्यते विंशतिवर्षाणि वा एकवर्षं वा ओ एकवर्षमेव अग्निहोत्रं संन्यास संन्यासग्रहणपर्यन्तं वा एवं विकल्पास्सन्ति विकल्पास्सन्ति सोमपूर्वकमाधानं सोमं सोमेन हुत्वा पुनः समारोपः अनेके विकल्पास्सन्ति तत्र यतोहि ततः परं शनैः शनैः बलं क्षीयते इति कारणे तावदेव अस्तु तत्र अन्यत् किमपि अस्तु वैसे अवश्यं जानाति बहु अधीतः भगवतीतः तत्र सर्वत्र मया कस्तूरितः एव श्रुतं यत् सर्वत्र अश्वस्य खुरस्य चिह्नं यत्र स्यात् तत्र अग्निशाला निर्मातव्या इति इदानीमपि तथा आचर्यते वा ये अग्निमादधति न खलु तथा न वा अश्वस्य खुरं स्यात् इत्यस्य तात्पर्यम् अश्वशालायां गत्वा अग्निशाला निर्मातव्या वा न अश्वः आनेतव्यः अश्वः आनेतव्यः इति अस्ति अस्ति तत्तु अस्ति कुर्वन्ति वा यावत् शक्यं कुर्वन्ति यत्र न शक्यं तत्र कश्चन अन्यः उपायः अस्तु तत्र यतोहि सः विषयः सर्वोपि आधानचन्द्रिकायाम् अस्ति आधानप्रकरणे अस्ति यतोहि अग्निहोत्रचन्द्रिकायाम् अग्निहोत्रचन्द्रिका आधानपद्धतिः ग्रन्थद्वये एवम् अस्तु अस्तु यतोहि अस्माकम् अस्मिन्नेव उत्सरे चैत्रमासे आधानमासीत् शिशुभूषणस्य तस्मिन् सन्दर्भे अस्माभिः तत् सर्वे सम्भाराः सम्भृताः शालानिर्मितविहारस्य निर्माणं पात्राणां निर्माणं सर्वं सम्पादितं तस्मिन् समये अश्वः अपि आनीतः आधानकाले अश्वः भवेत् सोपि सूर्योदयात् प्राक् सूर्योदयात् प्राक् वस्तुतः तत्र श्वः आधास्यम् अद्य सायं ब्रह्मोदनं श्रपयति ब्रह्मोदन होम भोजनोत्तरं रात्रौ तत्रैव जागरणं अजस्राग्निधारणं भवति. अजस्राग्निधारणं नाम सन्तत अविच्छेदेन रात्रिपर्यन्तं ब्राह्मे मुहूर्ते एव उषसि उत्थाय स्नात्वा वन्द्यः निर्वर्त्य सर्वेऽपि ऋत्विजः अपि सिद्धाः भूत्वा आगच्छन्ति. तत्र वीणादुन्दवीनादः इत्यादि अपि विषयाः सन्ति. ततो धावते नखानि निकृन्तते तत्तु दीक्षायां दीक्षासन्दर्भे सर्वे नियमाः सन्ति. आधाने एते सर्वे न भवन्ति. आधानसमये न भवन्ति. पूर्वं तत्सर्वं सिद्धं कर्तव्यं. ब्रह्मोदनात् प्रागेव तत्सर्वं मयि ब्रह्मोदनके आगे कबोद. तर्हि उषसि उत्थाय स्नात्वा रेत एव तद्दधति. आदौ दक्षिणाग्नेः आधानं ततः गार्हवर्त्यस्य आधानं सूर्योदयात् प्राक् समापनीयं भवति. तावत्पर्यन्तं तु अग्निः किं वदामः गृहाग्निः भवति. तदेव ततः परमेव गृहाग्निः श्रोताग्नित्वेन परिणमते. तर्हि आहवनीयाधानं साक्षात् सूर्योदयसमकाले एव भवेत्, न पूर्वं नापि च परं. तस्मिन् समये अश्वस्य अश्वाक्रमणं भवति. अश्वाक्रमणमस्ति, रथचक्राक्रमणमस्ति, रथचक्रमपि आवश्यकं भवति, मेषः अपि भवेत्. तत्र सामगानमपि अस्ति. सामगानमपि भवति विकल्पः. विकल्पः अस्ति. एते सर्वे विशेषाः सन्ति. अस्माभिः सामगः अपि आहूतः. राणायण्याः वा कौथुमी जैमिनी जैमिनीयाः. अस्माकं सौलभ्यं सन्ति. तत्र भाग्यनगरे सर्वेपि सन्ति. राणायणीयाः सन्ति, जैमिनीयाः सन्ति, कौथुम्याः अपि सन्ति. किञ्च जैमिनिकः अस्माकं सुलभः. रामनाथः सः आगतः. मत्तूर्तः केचन पण्डिताः आगताः. अस्माकं जनाः तदा आसीत् अस्माकं चैत्रशुद्धत्रयोदश आधानमासीत्. ततः परं द्वादशदिनानि अजस्रधारणम्. आदौ द्वादशदिनपर्यन्तं केवलं पयोहोमः एव. तदपि एकस्याः एव धेनोः. तत्र धेनोः परिवर्तनमपि न. तत्र आधानं तु अग्निहोत्रपूर्वकमेव आसीत्. इष्टिपूर्वकम् आधानं नासीत्. सोमपूर्वकं नैव. त्रिविधम् आधानं भवति. इष्टिपूर्वकम् आधानं, सोमपूर्वकम् आधानम्, अग्निहोत्रपूर्वकम्. इष्टिपूर्वकं नाम किं भवति? तत्र आधानात् परं झटिति इष्टिः कर्तव्यः. पूर्णमासे इष्टिः. अन्यथा अग्निहोत्रपूर्वकम् आधानं भवति चेत् आदौ अन्वारम्भणीयेष्टिः. अन्वारम्भणं नाम पृथक् कर्म कृत्वा पुनः पूर्णमासिष्टिः कर्तव्या भवति. इष्टिपूर्वकम् आधानमस्ति चेत् तन्न आवश्यकमेव. तत्र अनेके विकल्पाः सन्ति. अग्नेन आधास्यं तिथिनिर्णयं कृत्वा संवत्सरं पूर्वम् आरभ्य नियमधारणं काचन सिद्धता सर्वमस्ति. एकदिनं वा एकदिनं वा एक ऋतुं वा मासं वा वक्षं वा अद्य दिनं वा. तात्पर्य कैसा है कि ये ब्रह्मोदन अग्नि साक्षात गर्भ है, गर्भ के समान है, इसलिए एक साल माना है. इसीलिए ब्रह्मोदन का उच्छिष्ट यजमान पत्नी खाई तो उसका सत्पुत्र बनेगा, ऐसा ब्राह्मण वाक्य है. ब्राह्मण में आता है या यजुर्वेद में आता है, रेते एव तद्दधति. लेकिन यह है ना कि भाई एक वर्ष पूर्व ब्रह्मोदन करके रुक जाएंगे और वर्ष के बीच में कुछ गड़बड़ हो जाए तो इसलिए कलयुग में वो सब कलयुग में वो सब नहीं होगा. वो अथर्ववेदी अब यजमान हो तो अच्छा. देखिए अब जो ऋत्विक आपके ब्रह्मोदन के है अब वो एक साल तक फिर वही सब रहना है, वही ऋत्विक होना है. अथर्ववेदी यजमान को उस ब्रह्मोदन अग्नि में बहुत सारा 32 सवयज्ञ है उसमें करना है. तर्हि नित्यं त्रेताग्निना अग्निहोत्रं करणीयं. तत्र तद्विहाय पक्षे दशपूर्णमाशतिष्ठिः इति भवति. तद्विहाय किं भवति अग्रे? अग्रे नाम हविर्यज्ञः, अनन्तरं सोमयज्ञः. हविर्यज्ञेषु अन्ये के? हविर्यज्ञेषु आग्रहणेष्टिः, पिण्डपितृयज्ञः, सौत्रामणिः, निरूढपशुबन्धः, चातुर्मास्यानि. तत्र पिण्डपितृयज्ञाः सन्ति खलु, ते गृह्ये मासि श्राद्धमिति यद् ज्ञायते तत् तस्यैव श्रौतस्वरूपं वा अथवा प्रतिमासं करणीयमिति पिण्डपितृयज्ञः? ओहो अस्तु. तथा भवता? अहं तु सामान्यतया करोमि भो अधिकं. तत्र केचन ग्रन्थेः प्राधान्यम् इच्छन्ति. अहं तु सामान्यतया ओके ऐसा करना है. इसके बाद उसको मोड़ दो ना. ये अच्छा आपने देखा नहीं क्या? हाँ मेरे इसको डबल करो. अच्छा डबल कर दो. नीचे से ऊपर. ओ इसमें एक लूप और यहाँ भी एक लूप. ऊपर से एक लूप और नीचे में एक लूप. ये सामान्य है. अच्छा अब बाकी कुछ लोग विशेष करते हैं, देव ग्रंथी बोलते हैं, विष्णु ग्रंथी, रुद्र ग्रंथी, अच्छा ब्रह्म ग्रंथी, पितृ ग्रंथी, कुछ कुछ कुछ करते हैं. कुछ मैं पूर्व में भी ऐसे ही ऐसे भी अच्छा कुछ को बहुत सारा दर्भ को लेकर हाँ एक ब्रश जैसे करते हैं. उसमें वो लक्षण है ना. अच्छा भी लक्षण है कितने दर्भ लेना. हाँ पांच दर्भ से शुरू है, पांच दर्भ का छोटा कुर्च होता है. अच्छा शत दर्भ का कुर्च है. अच्छा एक विंशित दर्भ का है, पंचविंशित दर्भ का है, पंचाशत दर्भ का है. अच्छा और जैसे मधुपर्क में आता है ना, पंचाशतो भवे ब्रह्मा तदर्धे न तो विष्ट रह वत्स जान सदृशम ब्रह्मांडम, तो वो भी 50 दर्भों का होता है. अच्छा अच्छा अच्छा पंचाशतो भवेद् ब्रह्म. अच्छा तदर्धेन तु विष्टरः. विष्टर यानी आसन. अहं वर्षमस्य जातानां विद्युदामिव सूर्यः इदन्तमधि तिष्ठामि योमाकस्यार्धिनाशति उदगग्रे विष्टरूपविषयेद् विष्टरो विष्टरो विष्टरः. मधुपरि वो 25 दर्भ का है. अलग शतदर्भ कूर्च श्रेष्ठ. हविर्यज्ञेषु पिंडपितृज्ञात परम भवता किम् उक्तम्? निरूढ पुष्पबंधः कदा क्रियते? नैमित्तिकं वा आहनिकम् इति वा? तत् नैमित्त एकवारमेव कर्तव्यं, पुनः पुनः इति नास्ति. प्रतिवर्षं न नियतं नास्ति. नास्ति वा? आग्रहणं नियतम्. आग्रहणम् अस्तु. आग्रहणेष्टिः अवश्यं वर्तते. तत्र चातुर्मास्य चातुर्मास्यः अपि नियतः इति वदन्ति. यतोहि वानप्रस्थधर्मे अपि अन्यस्य त्यागः भवति, किञ्चित् चातुर्मास्य त्यागो न कर्तव्यः. चातुर्मास्य चातुर्मास्यानां तथैव अग्निष्टोमस्य त्यागः न कर्तव्यः इति. पूर्णप्रधासः शुनाशीर्यः वैश्वदेवं द्वितीयः वरुणप्रकाशः तृतीयः नाम चातुर्मास्येषु एते सर्वे अङ्गानि भवन्ति वा? चतुर्षु मासेषु एकं व्रतम्. एवं चत्वारि व्रतानि. वस्तुतः चातुर्मास्ययागः इति तस्य इष्ट्ययनम् इति संज्ञा. इष्टिः सोमः, द्वयोर्मध्ये कश्चन सत्रधर्मः. इष्टिप्रकृतिः सत्रधर्मः. ये तो इच्छा चारों का एक सत्र हो जाता है. तो फाल्गुन्यां पौर्णमास्यां वैश्वदेवेन आरंभ. आषाढ़ पूर्णिमायां वरुण प्रकाशः. कार्तिक पूर्णिमायां शाकमेध. पुनः फाल्गुन्यां शुनासीरियं कृत्वा पुनः वैश्वदेवेन आरंभ. चातुर्मास्यानि वा पुनश्चातुर्मास्यानि वा पुनः पुनः पुनः चातुर्मास्यानुष्ठानं कर्तव्यं. तर्हि चातुर्मास्ये एवम् इष्टयः भवन्ति, नाम अग्नौ किमपि दुहति, एवं खलु? तद्विहाय व्रतं किं भवति तेषां नित्यम्? बहूनि व्रतानि भवन्ति. व्रतम् इत्यस्य धातुः किं नियमः? अनेके नियमाः आचरणीयाः. अस्तु. परन्तु प्रातः सायं विशेषकर्माणि भवन्ति इति वा नित्यं चातुर्मास्ये? तेषु कालेषु तेषु दिनेषु यथा कथं वा इदानीं आवत्सरं कोऽपि न करोति. द्वादशदिनात्मकमपि न कुर्वन्ति. सप्तदिनेषु वा पञ्चदिनेषु वा सर्वं कुर्वन्ति. चातुर्मास्यस्य विषये वदन् अस्ति वा भवान्? आवत्सरं चातुर्मास्यं कथं भवति खलु? पुनः पुनः अस्तु. रिपीटेड् थ्री टैम्स् एव्री इयर्. विच् रिपीट्स् द एण्टैर् इयर्. विच् रिपीट् इट् स्टार्ट्स् अट् द बिगिनिङ्ग् आफ् द इयर् एण्ड्स् अट् द एण्ड् आफ् द इयर् एण्ड् आफ् द इयर् अण्ड् देन् द नेक्स्ट् सैकल् बिगिन्स् आन् द सेम् डे. सो यु फिनिश् वित् दि सुनासीरिया अण्ड् यु बिगिन् यु डू दि वैश्वदेव फार् दि नेक्स्ट् सैकल् आन् द सेम् अट् द सेम् जङ्क्षन्. And then you kick-start the next year's cycle. Atra mama brahma hasti. Chaturna masana meva karma bhavati va. No, it's not like that. Kim nama? Samatsara karma. Samatsarikam va. It is a year long. Samatsarikam. Chaturshu maseshu ekam parva. Chaturnam parvanam melanena. समष्टि नाम चातुर्मास्यमिति. तत्र प्रथमपर्वणः नाम वैश्यदेवपर्व, द्वितीयपर्वणः नाम वरुणप्रकाशपर्व, तृतीयपर्वणः नाम साकमेधपर्व, चतुर्थपर्वणः नाम शुनासीर्यपर्व तत्र वैश्वदेवं पर्व अत्र पर्वशब्दस्य कोऽर्थः भवति उत्सव उत्सवार्थे वा अथवा किं दर्शपूर्णमासार्थे वा पञ्चदशदिनात्मककालं वा कालः वा न वा तत्सर्वं प्रयोगं पश्यति चेत् जानाति एवं प्रत्येकस्यापि समाधानम् एकेन वाक्येन न भवति भोः सत्यमेव कठिनम् एकेन वाक्येन सर्वस्यापि उत्तरं कथं भवति पुनः पुनः प्रश्नाः भवन्ति पुनः पुनः प्रश्नाः भवन्ति एका संज्ञा एकेन शास्त्रेण सर्वं पूर्णं न भवति निरुक्तम् अधीतं वा नैव अधीतव्यम् अनेकैः अङ्गैः संयुक्तः कर्मणि कुशलः भवति सत्यम् अङ्गं किं प्रधानं किं तत्पूर्वं ज्ञातव्यम् प्रधानेन सह अङ्गानां सम्बन्धः कानि अङ्गानि अङ्गोपाङ्गैः समेतस्य प्रधानस्य ज्ञानं भवेत् तथा चिन्तयतु अस्तु प्रधानं वेदः आम् तस्य छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते ज्योतिषामयनं चक्षुः निरुक्तं श्रोत्रमुच्यते शिक्षाघ्राणं तु वेदस्य मुखं व्याकरणं स्मृतं तस्मात् साङ्गमधीत्येव ब्रह्मलोके महीयते प्रत्येकस्यापि अङ्गस्य आवश्यकता तावती एव इदं श्रेष्ठम् इदं कनिष्ठम् इदम् उत्तमम् इदम् अनुत्तमम् इति मूर्खत्वं सत्यमेव नेत्रस्य नेत्रः अत्यन्तं श्रेष्ठः तर्हि किं पादः श्रेष्ठो न यस्य पादः नास्ति तं पृच्छतु नेत्रः श्रेष्ठो वा पादः श्रेष्ठो वा तस्मात् तथा न सर्वेष् पुनः एकस्य कार्यम् अपरः न करोति सत्यमेव तेनैव सर्वाणि एकेन हीनेन कर्मणा जीवनं न चलति जीवने सर्वाणि कार्याणि तानि च सर्वैरङ्गैः आचरितव्यानि भवन्ति तस्मात् सर्वेषाम् अङ्गानां विचारः अभ्यासः आवश्यकः यास्कः वदति पर्व पुनः प्रणाते प्रीणातेर्व पर्व इत्यस्य तात्पर्यमात्र एवमस्ति चातुर्मास्य यागस्य प्रकृतिः इष्टिः इष्टिप्रकृतियज्ञः अस्तु अस्तु तत्र पर्व इत्यस्य तात्पर्यं किम् अनेक इष्टीनां सम्भूय यदनुष्ठानं तन्नाम पर्व तस्मात् पर्व इति संज्ञा तत्र वैश्वदेवपर्वणि सङ्ख्या अहं सम्यक् न स्मरामि तिस्रः वा पञ्च वा इष्टयः भवन्ति वर्णप्रकाशे तथैव अधिकाः सन्ति पुनः शाकमेधपर्वणि दश इष्टयः भवन्ति इष्टयः केवलं दर्शे वा पूर्णमासे वा एव भवन्ति वा अथवा यस्मिन् कस्मिन्नपि दिने भवति न तथा अच्छा अच्छा अच्छा तत्र तदर्थमेव ज्योतिषशास्त्रं ज्योतिषशास्त्रं पठतु तत्र ते वदन्ति किं नक्षत्राणि तान्येव देवनक्षत्राणि तेषु कुर्वीति यत् कार्यं स्यात् पुण्याः एव कुरुते यत् पुण्यं नक्षत्रं तद्भट्कुर्व्यूतोपव्यूषं यदा वै सूर्य उदेति अथ नक्षत्रज्ञैति यावति तत्र सूर्यो गच्छेत् यत्र जघन्यं पश्येत् तावति कुर्वीत यत्कारी स्यात् पुण्याः एव कुरुते तत्र देवनक्षत्राणि एवं कश्चन अस्ति खलु भेदः तान्येव देवनक्षत्राणि पूर्ववाक्यं न स्मरामि तदर्थं नक्षत्रविचारः तिथिविचारः ऋतुविचारः सर्वोपि विचारः कर्तव्यः तत् शास्त्रं भिन्नम् एवम् अस्तु भिन्नं भिन्नवर्तते उच्चारणविषये शिक्षाशास्त्रं भिन्नम् शब्दानां स्वरूपनिर्धारणविषये व्याकरणं भिन्नं शास्त्रं शब्दानाम् अर्थज्ञानविषये निरुक्तशास्त्रं भिन्नं शब्दानां विनियोगविषये कल्पशास्त्रं भिन्नम् अस्तु एकेन अङ्गेन सर्वाणि कार्याणि न सिद्ध्यन्ते इष्टिसंज्ञायाः केवलं त्रेता निषु हवनम् इत्येव वा अथवा कश्चन विशेषार्थः अस्ति वा इष्टि इष्टिः नाम भवतः मनसि किमस्ति इष्टि इष्टि इति शब्दः बहु श्रूयते अतः तस्य कश्चन विशेषार्थो अस्ति वा अथवा केवलं यज्ञार्थे विशेषार्थाः भवन्ति एव प्रत्येकस्यापि वैदिकशब्दस्य विशेषार्थः भवत्येव निरुक्तं पठतु भवादृशः बुद्धिमान् यदि निरुक्तं न पठति तर्हि सः कथं बहुश्रुतः भवति पठनीयम् एकं जानाति वा नहि इतिहासपुराणाभ्यां वेदं समुपब्रह्मयेत् बिभेत्यल्पश्रुताद्वेदः मामयं प्रहरिष्यति एवं शास्त्रवचनं प्रसिद्धमस्ति अल्पश्रुतात् वेदः बिभेति अयं मां प्रहरिष्यति अस्तु अस्तु अवगतं तस्मात् भवान् अल्पश्रुतो मा भवतु पाठ्यमेव बहुश्रुतो भवतु पाठ्यं बहुश्रुतता तत्र बहुश्रुत इति पदमस्ति न बहु पाठि इति पदमस्ति तस्मात् भर्तृहरिपि वदति खलु यदा किञ्चित् किञ्चित् बुधजनसकाशादवगतं तदा मूर्खोऽस्मि इति ज्वर इव मधुमे इति अपगतः बुधजनाः केचन सन्ति अस्माभिः स्वीकर्तव्यम् तेषाम् उपसरणं तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया तदपि कर्तव्यं तत्र कश्चन समयः अपि देयः साधु तत्र वरोपि देयः उपनिषदि अपि वाक्यमस्ति खलु तद्विज्ञानार्थं स्वगुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् एवं प्रकारे उपनिषदि इति न स्मरामि किन्तु उपनिषद् स समित्पाणिः गुरुमेवाभिगच्छेत् श्रोत्रियं ब्रह्मनिष्ठ अतः तत् कार्यमेव किन्तु लघुपरिचयमेव इष्टवान् अहम् इष्टि इति इष्टिशब्दस्य मुख्यप्रयोजनं श्रोते एव अस्तु स्मार्तकर्मणि इष्टिशब्दः न प्रयुज्यते आम् व्याकरणेनापि तस्य सिद्धिः भवति तत्र को धातुः इषु धातुः वा कः प्रत्ययः तस्य कोऽर्थः चिन्तयतु न जानामि स्पष्टमस्ति द्रष्टुं शक्नोमि हाय् हौ आर् यू डूइङ्ग् ऐ एम् डूइङ्ग् गुड् यत् धातु धातुना एव इष्टि इष्टि रूपं भवति इति अहं पठितवान् कला अहं पठितः संस्कृते पण्डितः पठितः अपि न यजिधातोः एव यजिधातोः क्तिन् तर्हि व्याकरणदृष्ट्या केवलं यजनम् इत्येव अर्थः भवति परन्तु तावदेव विशेषार्थः श्रुते एव यथा इज्या